नमस्सर्वेभ्यः. पुनः अस्माकं नूतनपाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति पाणिनीयसूत्रं कथं पठनीयम् इति. तत्र पाणिनीयसूत्राणि षड्विधानि इति वयं परिशीलितवन्तः. संज्ञासूत्रं, परिभाषासूत्रं, विधिसूत्रं, नियमसूत्रम्, अतिदेशसूत्रम्, अपि च अधिकारसूत्रम् इति षड्विधसूत्राणि. तर्हि प्रत्येकं सूत्रं किम् इति इदानीं पश्यामः. संज्ञासूत्रम् इति रामनाथन् महोदय अत्र करपत्रे प्रथमं वाक्यं पठति वा? संज्ञासूत्रम् आं भगिनि. संज्ञासूत्रं येन नामकरणं क्रियते सुप्तिङ्गन्त्यन्तं पदम्. अत्र किम् अवगम्यते? संज्ञासूत्रम् अर्थात् नामकरणम् एव. आङ्ग्लभाषायां डेफिनेशन् सूत्रं. हा सत्यं, केवलं नामकरणं, नामधेयमेव. यत्र अत्र यदा वयं वदामः रामः कृष्णः इत्यादि यदा वदामः, यथा नामकरणम् अस्ति तथैव सूत्रस्य नामकरणं भवति. संज्ञासूत्रम् इत्यनेन नामकरणं भवति. अत्र उदाहरणं दत्तमस्ति, सुप्तिङ्गन्तं पदं. सुप्तिङ्गन्तं पदं, सुप्तिङ्गन्तं पदम् इति सूत्रं किं वदति? प्रतियोजनेन पदम् अस्ति, तदेव तिङन्तं प्रतियोजनेन पदम् अस्ति. हा, पदसंज्ञा विधीयते अनेन सूत्रेण. पदसंज्ञा विधीयते. हा, एतादृशसूत्राणि बहूनि सूत्राणि सन्ति. अष्टाध्यायां प्रथम अध्याये एतानि सूत्राणि संज्ञासूत्राणि सन्ति. सूत्रमेव न. हा, इत्संज्ञा अपि संज्ञा एव. इत्संज्ञासूत्राणि सन्ति, पदसंज्ञासूत्राणि सन्ति, अव्ययसंज्ञा भवति, अनन्तरं सर्वनामसंज्ञा भवति, घीसंज्ञा भवति, घूसंज्ञा भवति. प्रत्येकं संज्ञासूत्रस्य वैशिष्ट्यं वर्तते. इत्युक्ते किमर्थम् एतादृशनामकरणम् इति चेत्, अग्रे गत्वा यदा विधिसूत्रं किमपि विधिसूत्रमस्ति, तत्र केवलं संज्ञा एव दीयते, न तु पूर्णतया तस्य अर्थः कः इति न दीयते. संक्षेपार्थं, लाघवार्थम् एतादृश व्यवस्था अस्ति, एतादृशी व्यवस्था अस्ति. अस्तु, तदनन्तरम् अत्र द्वितीयमस्ति परिभाषासूत्रम्. अत्र वेङ्कटरामन् महोदय पठति वा परिभाषासूत्रम्? आं भगिनि. परिभाषासूत्रं यत्र नियमः नास्ति एतादृशं सूत्रम् आगत्य नियमयति. उदाहरणार्थं स्थानेन्तरतमः इति दत्तमस्ति. षड्विधौ षड्विधेषु सूत्रेषु परिभाषासूत्रम् इति द्वितीयविध भवति. यत्र नियमः सूत्रस्य पाणिना यत्र नियमः न दत्तं तत्र परिभाषासूत्रम् इति आगत्य नियमः विधीयते. सत्यं, सत्यं. महोदय कृपया म्यूट् करोतु. महोदय कृपया म्यूट् करोतु. हा, सत्यं, समीचीनं महोदय. समीचीनम्. अत्र परिभाषासूत्रं यथा महोदयेन उक्तं, यत्र नियमः नास्ति तत्र एतादृशसूत्रम् आगत्य नियमयति. अर्थात् अत्र परिभाषासूत्रस्य लक्षणं किम् इति चेत्, अनियमे नियमकारिणी परिभाषा इति परिभाषासूत्रस्य लक्षणं. यत्र नियमः नास्ति तत्र नियमं करोति परिभाषासूत्रं. यथा अत्र उदाहरणमस्ति स्थाने अन्तरतमः. वयं पठितवन्तः विधिसूत्रम् इको एणचि इति सूत्रं पठितवन्तः. इको एणचि इति सूत्रे इकः स्थाने यण् आदेशः भवति इति उक्तम्. परन्तु इक् इति प्रत्याहारे के वर्णाः इक् प्रत्याहारे? महादेवन् महोदय वदतु. हरि ओम् हा इक् प्रत्याहारे के के वर्णाः प्रत्याहारे इक् इ उ कृ लृ हा वस्तुतः अत्र चत्वारः वर्णाः एव अत्र माहेश्वरसूत्रेषु दृश्यते परन्तु वस्तुतः दृश्यन्ते परन्तु वस्तुतः तत्र तेषां सवर्णवर्णानामपि ग्रहणम् अस्ति खलु तर्हि अकारः इत्युक्ते अष्टादश अकाराणां प्रभेदः इति कृत्वा तत्र बहवः वर्णाः सन्ति इक् इति प्रत्याहारे बहवः वर्णाः सन्ति इकारः इकारस्य प्रभेदाः उकारः उकारस्य प्रभेदाः ऋकारः ऋकारस्य प्रभेदाः लृकारः तस्य प्रभेदाः इति कृत्वा बहवः वर्णाः सन्ति परन्तु यण् इति प्रत्याहारे के के वर्णाः यण् इति प्रत्याहारे य र ल व तदनन्तरं यण् मध्ये य र य व र ल चत्वारः चत्वारः वर्णाः सन्ति हा चत्वारः वर्णाः सन्ति तर्हि इकः स्थाने यण् इति वदामः चेत् इक् प्रत्याहारे बहवः वर्णाः सन्ति परन्तु यण् प्रत्याहारे केवलं चत्वारः वर्णाः सन्ति तर्हि कस्य स्थाने कः वर्णः इति कथं ज्ञातुं शक्यते तत्र क्रमशः नास्ति वस्तुतः तत्र क्रमशः नास्ति इकः इको एणचि इति सूत्रेण न अवगन्तुं शक्यते इकः स्थाने कः वर्णः इकारस्य स्थाने कः वर्णः आगच्छति इति न ज्ञातुं शक्यते अतः एव अत्र परिभाषासूत्रमस्ति स्थानेऽन्तरतमः इति परिभाषासूत्रं तेन यत्र उच्चारणस्थानस्य साम्यं वर्तते द्वयोः वर्णयोः उच्चारणस्थानस्य साम्यं वर्तते तत्र स्थानेन निर्णयं कुर्मः इदानीम् इकारस्य स्थानः अपि तालु अस्ति यकारस्य स्थाने अपि तालु अस्ति अतः अत्र साम्यम् अस्ति अतः इकारस्य स्थाने यकारादेशः भवति एवमेव उकारस्य स्थाने वकारः ऋकारस्य ऋकारः अपि मूर्धा अस्ति रेपः अपि मूर्धन्यवर्णः अतः ऋकारस्य स्थाने रेपः इति वयं स्थानेन निर्णयं कर्तुं शक्नुमः अतः स्थानेन्तरतमः इति परिभाषासूत्रम् आगत्य सहकरोति अत्र अतः स्थानेन्तरतमः इति परिभाषासूत्रम् इति उच्यते अस्तु महोदय कृपया म्यूट् करोतु धन्यवादः हा इदानीम् अग्रे अस्ति विधिसूत्रं विधिसूत्रम् इत्युक्ते अत्र विनय् महोदय पठति वा विधिसूत्रम् स्टार् सिक्स् नोदयतु अस्तु वसन्ती भगिनी भवती अपि भवती पठति वा विधिसूत्रम् अस्तु जि विधिसूत्रं येन कार्यं विधीयते इको एनचि हा अत्र विधिसूत्रम् इत्युक्ते येन कार्यं विधीयते इत्युक्ते अत्र इको एनचि इति विधिसूत्रमस्ति तेन किमपि कार्यं विधीयते कीदृशकार्यम् इति चेत् इकः स्थाने यण् आदेशः भवति तदेकं कार्यम् अस्ति तदनन्तरम् अन्यसूत्रम् अकः सवर्णे दीर्घः इति एकं सूत्रमस्ति सवर्णदीर्घविधायकसूत्रं तेन सवर्णदीर्घसन्धिकार्यं विद्यते इति एतादृशानि बहूनि सूत्राणि विधिसूत्राणि सन्ति अष्टाध्याय्यां तेन किमपि कार्यं विद्यते प्रायः अत्र अष्टाध्याय्यां बहूनि सूत्राणि विधिसूत्राणि एव इति विधिसूत्रम् इति अस्ति एतावता कोऽपि प्रश्नः वा अस्तु समीचीनम् अग्रिममस्ति नियमसूत्रम् इति अत्र शैलजा भगिनी पठति वा शैलजा भगिनी पठितुमिच्छति वा स्टार् सिक्स् नोदयतु भगिनी अस्तु, सन्दीप् महोदय पठति वा? नियमसूत्रं, येन पूर्वात् विद्यमानः नियमः सीमितो भवेत् राक्षस्य. अत्र विधिसूत्रमस्ति चेत् तथा तस्य सीमा अस्ति अस्ति चेत् नियमसूत्रं बोधयति. समीचीनम्. अत्र नियमसूत्रम् इत्युक्ते अत्र प्रायः अष्टाध्यायं बहूनि नियमसूत्राणि न सन्ति. अत्र नियमसूत्रम् इत्युक्ते यत्र विधिः अस्ति, किमपि कार्यं विधीयते, विधिसूत्रेण किमपि कार्यं विधीयते, तदनन्तरम् अत्र नियमसूत्रं किं करोति इति चेत् तत्र विधेः सङ्कोचकरणं करोति. विधेः सङ्कोचकरणमेव नियमः इति उच्यते. तर्हि उदाहरणार्थम् अग्रे गत्वा विस्तृतरूपेण वयं पठिष्यामः, परन्तु अत्र सरलरीत्या वक्तव्यं चेत् इदानीं संयोगान्तस्य लोपः इति एकं सूत्रमस्ति. संयोगान्तस्य लोपः इति तत्सूत्रं किं वदति इति चेत्, यत्र संयोगः अस्ति पदस्य अन्ते तर्हि अन्तिमवर्णस्य लोपः भवति इति सूत्रं वदति. अत्र संयोगः इत्युक्ते हल् वर्णद्वयं, पदस्य अन्ते हल् वर्णद्वयम् अस्ति चेत् तत्र अन्तिमवर्णस्य लोपः भवति. इदानीम् उदाहरणार्थं राजन्स् इति अस्ति, राजन्स्, तत्र अन्ते नकारसकारयोः संयोगः अस्ति, तर्हि संयोगान्तस्य लोपः वदति, तत्र अन्तिमसकारस्य लोपः भवति इति वदति राजन्स् इति उदाहरणे. नकारसकारयोः संयोगः इति उच्यते. संयोगः इत्युक्ते हल् वर्णद्वयं, नकारः अपि हल् वर्णः, सकारः अपि हल् वर्णः, हल् वर्णद्वयं यत्र अस्ति तयोः मध्ये स्वरवर्णः नास्ति. अत्र राजन्स् इति उदाहरणे अन्ते नकारसकारयोः संयोगः, मध्ये कोऽपि स्वरवर्णः नास्ति, अतः संयोगः इति उच्यते. तर्हि अत्र सकारस्य लोपः भवति, तर्हि राजन् इति आगच्छति. तर्हि तत् संयोगान्तस्य लोपः इति सूत्रं विधिसूत्रम् अस्ति. इदानीं किं भवति इति चेत्, अस्य अनन्तरम् अन्यत् सूत्रमस्ति, रात्सस्य इति सूत्रमस्ति. तत्सूत्रं किं वदति इति चेत्, यत्र पदान्ते संयोगः अस्ति, पुनः संयोगः अस्ति, परन्तु संयोगस्य आदौ रेपः अस्ति चेत् रेपस्य अनन्तरं सकारस्य एव लोपः भवति. यदि रेपसकारयोः संयोगः अस्ति चेत् एव सकारस्य लोपः भवति. रेपस्य अनन्तरम् अन्य कोऽपि वर्णः अस्ति चेत् तस्य लोपः न भवति इति तत् सूत्रं वदति. इत्युक्ते यत्र पदान्ते संयोगः अस्ति चेत् संयोगान्तस्य लोपः इत्यनेन एव अन्तिमवर्णस्य लोपः भवति. तर्हि राक्षस्य इत्यस्य का आवश्यकता इति चेत्, राक्षस्य इति सूत्रम् इतोपि विधिसूत्रस्य सङ्कोचकरणं करोति. इत्युक्ते इदानीम् अत्र रेपस्य अनन्तरं सकारः अस्ति चेत् संयोगान्तस्य लोपः इत्यनेन एव सकारस्य लोपः भवितुम् अर्हति, परन्तु राक्षस्य किं वदति इति चेत् रेपस्य अनन्तरम् अन्य कोऽपि वर्णः अस्ति चेत् लोपः न भवति इति वदति. केवलं सकारः अस्ति चेत् एव लोपः भवति इति कृत्वा इदानीं विधिसूत्रस्य कार्यं किञ्चित् इतोपि सङ्क्षेपं करोति इति कृत्वा नियमसूत्रम् इति उच्यते. इत्युक्ते बौण्ड्रि, सीमां स्थापयति, येन विधिसूत्रस्य कार्यं किञ्चित् लघु भवति. तावदेव अत्र नियमसूत्रम् इति वदामः. कोऽपि प्रश्नः वा? एतत्तु अपवादसूत्रं नास्ति किम्? अपवादसूत्रं नास्ति भगिनि, अपवादसूत्रं नास्ति. अपवादसूत्रम् इत्युक्ते अपवादसूत्रं वयं न पठितवन्तः अस्मिन् वर्गे. अपवादसूत्रम् इत्युक्ते यत्र तस्य निरवकाशत्वं भवति, अत्र तादृशस्थितिः नास्ति, तादृशी स्थितिः नास्ति. अत्र राक्षस्य सूत्रं व्यर्थं भवति इति नास्ति. तत्सूत्रं राक्षस्यापि विधिसूत्रमेव. राक्षस्य किं वदति इति चेत् रेपस्य अनन्तरं सकारः अस्ति चेत् एव लोपः भवति इति तत्सूत्रं वदति. तावदेव, अपवादः नास्ति. अस्तु, धन्यवादः. अस्तु, तर्हि अग्रे वस्तुतः नियमसूत्राणि बहूनि सूत्राणि न सन्ति, वस्तुतः विरलतया एव वयं नियमसूत्रस्य वे पश्यामः. अग्रे गत्वा यदा हि वयं सूत्रस्य विषये पठिष्यामः तत्र प्रत्येकं सूत्रं स्वीकृत्य पश्यामः कीदृशसूत्रमस्ति, संज्ञासूत्रमस्ति वा, परिभाषासूत्रमस्ति वा, विधिसूत्रमस्ति वा, कीदृशसूत्रमस्ति इति ज्ञात्वा एव अग्रे सूत्रस्य अर्थः कः इति पश्यामः. इदानीम् अग्रे अतिदेशसूत्रम् इति मीना भगिनी पठति वा? स्टार् सिक्स् नोदयतु भगिनि. अतिदेशसूत्रम् शैलजा भगिनी वा? आम् आम् इदानीं शृणोमि. हा शृणोमि शृणोमि पठतु. अतिदेशसूत्रं येन कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तते सार्वधातुकमपि इति सूत्रेण य नित् नास्ति सः नित्वत् स्यात्. किम् अवगतवती? अहं सम्यक् न अवगच्छामि. अस्तु अस्तु चिन्ता नास्ति. तर्हि अतिदेशसूत्रम् इत्युक्ते यथा अत्र दत्तमस्ति येन कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तते इत्युक्ते कस्यचित् शब्दस्य मूलस्वभावः अस्ति तस्य परिवर्तनं भवति. यथा अत्र गते सप्ताहे अपि अहम् उक्तवती यदि मनुष्यः अस्ति मनुष्ये मनुष्यत्वम् अस्ति मनुष्यत्वम् इति मूलस्वभावः अस्ति मनुष्ये. यदि अत्र तस्य उपरि इदानीम् अत्र सिंहत्वम् इति अन्यः स्वभावः तस्य उपरि वयं स्थापयामः चेत् इदानीं तत्र अतिदेशः इति वदामः. इत्युक्ते अन्यत्र विद्यमानस्य धर्मस्य अन्यत्र आरोपः भवति अध्यारोपः भवति तदेव अतिदेशः इति उच्यते. यथा उदाहरणमस्ति सार्वधातुकम् अपित् इति सूत्रमस्ति. तत्सूत्रं वदति यत्र यः प्रत्ययः अस्ति यः कोऽपि प्रत्ययः अस्ति इदानीं सार्वधातुकम् इति मास्तु अग्रे गत्वा पठिष्यामः. इत्युक्ते यः प्रत्ययः सार्वधातुकः अस्ति सः प्रत्ययः यदि अपित् अस्ति तर्हि तस्य उपरि नित्वम् अध्यारोपयामः. अपित् इति एकः स्वभावः इति चिन्तयतु. अपित् प्रत्ययः यत्र पित्वं नास्ति तादृशप्रत्यये अन्यः स्वभावः तस्य उपरि वयम् अध्यारोपयामः तदेव अत्र अतिदेशः इति वदामः. अतिदेशः इत्यनेन अन्यत् किमपि स्वभावं यदा वयं स्थापयामः तत्र तेन किमपि कार्यं भवति मूलस्वभावस्य परिवर्तनं यत्र भवति तत्र अतिदेशसूत्रम्. एतानि सूत्राणि बहूनि सूत्राणि सन्ति येन मूलस्वभावस्य परिवर्तनं भवति. यदि अत्र एकं सूत्रमस्ति गाङ्कुटादिभ्यो इनन्नितः इति सूत्रं तेन सूत्रेण किं भवति यः प्रत्ययः नित् नास्ति सः प्रत्ययः निद्वत् भवति. सार्वधातुकम् अपि तथैव वदति यः प्रत्ययः नित् नास्ति सः प्रत्ययः इदानीं नित्वत् भवति इति अत्र वदति. इत्युक्ते मूलस्वभावस्य परिवर्तनं. इदानीं नित् इत्युक्ते किं निद्वत् इत्युक्ते किम् इदानीं मास्तु अग्रे अग्रिमपाठे आयास्यति तत्र पुनः एतस्मिन् विषये चिन्तनं कुर्मः तस्मिन् सन्दर्भे. अस्तु भगिनि तस्य न्यूनगुणः मित्रवत् वा? किं तस्य न्यूनगुणः आगच्छति न? मित्रवत् वा? हा इत्युक्ते मित्रवत् इत्युक्ते पूर्वस्मिन् गुणः अपि पूर्वे यद् गुणः अस्ति तदपि तिष्ठति नूतनगुणः अपि तिष्ठति इति नास्ति. इदानीं नूतनगुणः एव तिष्ठति. वस्तुतः अत्र शत्रुवत् मित्रवत् इति हा चिन्तयितुं शक्नुमः. तत्र नित्वम् इति अध्यारोपयामः तर्हि इदानीं तस्य स्वभावस्य परिवर्तनं भवति. न न मम प्रश्नः भिन्नः. इदानीं पूर्वम् एव सूत्रस्य गुणः अस्ति अतिदेशसूत्रे एव न्यूनगुणः अस्ति वा? हा नूतनगुणः अध्यारोपयामः. ओके पूर्वं यः गुणः आसीत् पूर्वगुणः अपि आसीत् अस्ति वा? पूर्वगुणस्य परिवर्तनं भवति इदानीं परिवर्तनं भवति नूतनगुणः एव इदानीं तिष्ठति. अस्तु अग्रिमसूत्रम् अत्र भगिनि एकनिमिषं महोदय, भवान् उक्तवान् सूत्रस्य किमपि गुणः, सूत्रस्य गुणः नास्ति, सूत्रस्य गुणः अपि न परिवर्तते. सूत्रे यत्किमपि शब्दः अस्ति नो चेत् पदं नो चेत् प्रत्यय, तस्य गुणः परिवर्तते. सत्यं सत्यं, क्षम्यताम्. समीचीनं भगिनि. हा, सूत्रस्य सूत्रस्य किमपि नास्ति, सूत्रेण यत्किमपि कार्यम् अस्ति इत्युक्ते कस्यचित् प्रत्ययस्य अथवा वर्णस्य पदस्य अथवा किमपि तत् सूत्रं किं वदति तेन कस्यचित् शब्दस्य परिवर्तनं भवति, शब्दस्वरूपस्य स्वभावस्य परिवर्तनं भवति. इत्युक्ते तस्मिन् इदानीं नूतनस्वभावः अध्यारोपयामः, नूतनस्वभावम् अध्यारोपयामः. अस्तु, नूतनस्वभावं सर्वदा वर्तते वा, पूर्वस्वभावं प्राप्तुं शक्नोति वा? न न, नूतनस्वभावः इदानीं सर्वत्र नूतनस्वभावः एव, नूतनस्वभावं स्वीकृत्य एव वयं कार्यं कुर्मः. पूर्वस्वभावं लास्ट्. सत्यं सत्यम्. अस्तु तर्हि अग्रे अत्र सुमन् भगिनी पठतु अधिकारसूत्रम्. क्षम्यतां, म्यूट् कृतवती. अधिकारसूत्रं यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु, उदाहरणमस्ति संहितायाम्. इत्युक्ते वयं तु अनुवृत्तिविषये किञ्चित् पूर्वं पठितवन्तः. बहुषु सूत्रेषु एतत् सूत्रं पूर्णसूत्रम् अनुवृत्तिः भवति इत्युक्ते संहितायाम् अस्ति. उदाहरणम् अस्ति इको यनचि इति सूत्रम्, अनुवृत्तिसहितसूत्रम् इको यनचि संहितायाम्. सत्यम्, अत्र अनुवृत्तिसहितसूत्र अनुवृत्ति अपि च अधिकारसूत्रं तयोः भेदः वदति वा? प्रयत्नं करोमि. अधिकारसूत्रं पूर्ण सूत्रम् अनुवृत्ति भवति, किन्तु यस्य सूत्रस्य किमपि एकमेव एकः एव भागः, एकः एकमेव पदं स्वीकृत्य नूतनसूत्रे स्थापयति चेत् तत्तु अनुवृत्ति एव. एकं पदं वा पदद्वयं, किन्तु अधिकारसूत्रम् अस्ति चेत् पूर्णसूत्रमेव अनुवृत्तिः भवति. समीचीनं. वस्तुतः अत्र अधिकारसूत्रम् इत्युक्ते अधिकारसूत्रस्य अन्यत् किमपि कार्यं नास्ति, अत्र अधिकारसूत्रं विधिसूत्रं नास्ति. अधिकारसूत्रं विधिसूत्रं नास्ति, तस्य किमपि कार्यमेव नास्ति, तस्य केवलं तस्य कार्यं सम्पूर्णतया तस्य अनुवृत्तिः अन्यत् सूत्रे आगत्य अन्यसूत्रे आगत्य उपविशति, तावदेव अधिकारसूत्रस्य लक्षणम् अस्ति. इत्युक्ते बहुषु सूत्रेषु केवलम् आगत्य उपकरोति अथ सहकरोति अधिकारसूत्रं, परन्तु अनुवृत्तिः यत्र अनुवृत्तिः इति वदामः, यथा अत्र इकोयणचि इति सूत्रे न अत्र पश्यामः चेत् एचोयवायावः इति सूत्रमस्ति, एचोयवायावः इति सूत्रम्, अन्यत् यान्तावान्तदेशसन्धि विधायकसूत्रमस्ति. तस्मिन् सूत्रे इको एणचि इति सूत्रात् अचि इति पदस्य अनुवृत्तिः भवति. तर्हि अचि इति पदम् इको एणचि इति सूत्रात् आगच्छति. इको एणचि इति सूत्रं विधिसूत्रमस्ति. इको एणचि इति सूत्रे त्रीणि पदानि सन्ति, इकः यण् अचि. तस्मात् केवलम् अचि इति पदस्य अनुवृत्तिः भवति एचोयवायः इति सूत्रे. अपि च आद्गुणः इति पश्यामः चेत् तत्रापि अचि इति पदस्य अनुवृत्तिः भवति इको एणचि इति सूत्रात्. तर्हि इदानीम् अनुवृत्तिः केवलम् एकं पदम् अथवा द्वे पदे अनुवृत्तिरूपेण आगच्छति. तर्हि तत्र अनुवृत्तिः इति वदामः. विधिसूत्रात् एकं पदम् अथवा अन्यत् सूत्रात् एकं पदम् आगच्छति. इको एणति इको एणचि इति सूत्रस्य कार्यमपि अस्ति, तदपि विधिसूत्रमस्ति. एकस्मात् विधिसूत्रात् एकं पदम् अथवा द्वे पदे अन्यत्र अन्य अपरस्मिन् सूत्रे आगत्य उपविशति. तद् भवति अनुवृत्तिः इति. अधिकारः इत्युक्ते तस्य किमपि कार्यमेव नास्ति, पृथक्तया स्वतन्त्रतया कोऽपि कार्यमेव नास्ति. इदानीम् अत्र संहितायाम् इति पदमस्ति, तस्य पृथक्तया कोऽपि कार्यं नास्ति, केवलं विधिसूत्रे आगत्य अर्थपूर्णं करोति. सूत्रस्य अर्थस्य पूर्तिः भवति. तदेव अत्र अधिकारसूत्रम्. इदानीं पश्यामः चेत् अत्र तृतीय अध्याये अष्टाध्याय्यां प्रत्ययः इति एकं पदमस्ति. प्रत्ययः इति अधिकारसूत्रमस्ति, तस्य सम्पूर्णतया अनुवृत्तिः भवति. सहस्रसूत्राणि सन्ति तृतीय अध्याये, तदपि अधिकसूत्राणि सन्ति. सर्वत्र आगत्य प्रत्ययः इति पदम् आगत्य उपविशति. तर्हि तस्य स्वतन्त्रतया कोऽपि न कार्यं नास्ति, परन्तु विधिसूत्रे आगत्य विधिसूत्रस्य अर्थं पूरयति. तादृशसूत्रम् अधिकारसूत्रम्. किमर्थं पाणिनिः एतादृश अधिकारसूत्रं स्थापितवान् इति चेत्, केवलं लाघवार्थं, नो चेत् प्रत्येकस्मिन् सूत्रे प्रत्ययः प्रत्ययः प्रत्ययः इति वदति चेत् तत्र तस्मिन् लाघवं नास्ति खलु. अतः एकमेव सूत्रं स्थापयति अधिकारसूत्ररूपेण. तस्य अनुवृत्तिः बहुषु सूत्रेषु भवति, तदेव अधिकारसूत्रम् इति वदामः. स्पष्टं वा भगिनि? अङ्गस्य पदान्ते एतौ शब्दाः अनुवृत्तिसहितं वर्तते. एतौ अधिकारसूत्रं वा? हा, अङ्गस्य इति अधिकारसूत्रमेव. अङ्गस्य इति अधिकारसूत्रमस्ति. हा, पदान्ते इति अपि अधिकारसूत्रमस्ति. तादृश अधिकारसूत्राणि बहूनि सन्ति अष्टाध्याय्यां. हा अस्तु, अन्ये के के विलम्बेन आगतवन्तः? नमस्कार भगिनी, गीताञ्जलि अस्मि. क्षम्यतां भगिनि. हा नमस्कार भगिनि. नमस्कार भगिनि, गीता अस्मि. क्षम्यताम्. हा नमस्कार भगिनि, गीता भगिनि. शेखर महोदय नमस्कारः. नमस्कार भगिनि, शीतल अस्मि. किं? शीतल. शीतल भगिनि, हा नमस्कारः. अनन्तरं अस्तु, तर्हि इदानीम् अत्र कानिचन उदाहरणानि अभ्यासरूपेण दत्तवती, सर्वे कृतवन्तः इति मन्ये. अत्र पश्यामः. अस्तु, इदानीम् अत्र गीताञ्जलि भगिनी प्रथमं करोति वा? प्रयत्न करोमि भगिनी, एकनिमिष. अत्र एकं वदामि, अस्मिन् सूत्रे अनुवृत्तयः अपि सन्ति. इदानीं अनुवृत्तिः का इति इदानीं चिन्ता मास्तु. अत्र सूत्रं वाक्यरूपेण पश्यतु. सम्पूर्णसूत्रम् एतदेव सम्पूर्ण अनुवृत्तिसहितसूत्रम् अस्ति. तद् वाक्यं पठित्वा तस्य अर्थः कः, किम् अवगच्छति इति वदतु भगिनी. इति अनुवृत्तिसूत्रम् न, एतद् विधिसूत्रमेव. तस्मिन् या अनुवृत्तिः आवश्यकी आसीत् तत्सर्वं स्थापितम्. इदानीं सम्पूर्णवाक्यरूपेण अस्ति, अतः तस्य अर्थः कः इति वदतु. प्रत्येकं पदस्य विभक्तिः का, अर्थः कः? प्रयत्न करोमि भगिनि. दिवः औत् सौ. दिवः इति अहं मन्ये षष्ट्यम्यान्तं पदं. सत्यं सत्यं, समीचीनं, बहु सम्यक्. औत् आ, सौ इति सप्तम्यान्तं भगिनि सत्यं समीचीनम् औत् किञ्चित् साहाय्यं करोतु भगिनि हा औत् इति किमपि नास्ति अत्र प्रथमान्तमस्ति प्रथमान्तं कथं हलन्तपदमस्ति हलन्त यत्र इक् इति वदामः खलु इको एणचि इति अस्मिन् सूत्रे इक् इति प्रथमविभक्त्याम् अस्ति खलु इक् इति पदम् एवमेव औत् इति प्रथमविभक्तौ अस्ति किन्तु इको ओकार आगच्छति तत्र इकः इति आसीत् इकः इति षष्ट्यन्तं पदं तत्र विसर्गसन्धिं कृत्वा इको इति जातं विसर्गसन्धि अनन्तरं गुणसन्धिं कृत्वा इकः यण् इति अस्ति इकः यण् तर्हि विसर्गस्य उत्वम् उकारः भूत्वा अनन्तरं गुणसन्धिः गुणसन्धिं कृत्वा इको इति जातम् अत्र औतो न भवति न विसर्गः नास्ति खलु अत्र औत् इति प्रथमान्तम् अस्ति यदि षष्ट्यन्तम् अस्ति चेत् औतः इति भवति तर्हि तस्य अर्थः कः षष्ट्यन्तपदस्य अर्थः कः षष्ट्यन्तं पदम् इत्युक्ते अत्रैव किमपि कार्यं कार्येण सूत्रेण परिवर्तनम् अत्रैव भवति सम्यक् इत्युक्ते षष्ट्यन्तपदम् इत्युक्ते तस्य अर्थः स्थानि खलु स्थानि तस्य स्थाने किं भवति स्थाने इत्युक्ते यत्र किमपि कार्यं भवति तत्र स्थाननामकरणं स्थानि अत्र कीदृशकार्यं भवति सन्धिकार्यं भगिनी अपि च विधिकार्यम् अपि च किमपि वैयाकरणकार्यं सत्यं सत्यं तर्हि षष्ट्यन्तं पदम् इत्युक्ते स्थाने इति अस्ति तर्हि औत् इति पदस्य अर्थः कः औत् प्रथम विभक्त्यन्तम् इत्युक्ते आदेशः आगमः वा किन्तु आगमः किञ्चित् आदेशः किञ्चित् बहु दर्शयामः आदेशः प्रायः आदेशः भवति अत्र आदेशः अस्ति इति कथं जानीमः इति चेत् अत्र षष्ट्यन्तं पदमस्ति खलु सामान्यतया अत्र षष्ट्यन्तं पदमस्ति अपि च प्रथमान्तं पदमस्ति चेत् आदेशः इति अवगच्छामः तर्हि अत्र दिवः स्थाने औत् आदेशः भवति कदा भवति कदा भवति यदि सौ परे सौ इत्यस्य प्रातिपदिकं किं सौ सु हा सु यदि सु इति परे अस्ति चेत् दिवः स्थाने औत् आदेशः भवति इति सूत्रस्य अर्थः अवगच्छति खलु आं भगिनि हा पुनः एकवारं वदतु दिवः औत् सौ इत्युक्ते दिवः स्थाने औत् आदेशः भवति यदि सु परे सु एव कारणमस्ति निमित्तमस्ति सु निमित्तम् यदि सु परे अस्ति चेत् दिवः इति पदस्य स्थाने औत् इति आदेशः भवति इति तावदेव अस्तु अत्र औत् इत्यस्य तत्र इतोपि अस्ति तस्मिन् विषये इदानीं मास्तु इदानीं स्थूलरीत्या वयं पश्यामः अत्र विभक्तीनाम् अर्थः कः इति पश्यामः अस्तु सम्यक् बहु सम्यक् भगिनि अस्तु तर्हि अग्रे शेखर् महोदय अग्रिमं करोति वा चोः कुः झलि अस्तु चोः तत्र चुः चु इत्यस्य षष्ट्यन्तरूपम् अस्ति चोः, कुः प्रथमान्तम् अस्ति, झल् प्रत्याहारे झल् सप्तम्यन्तं झलि अस्ति, तर्हि चवर्गस्य स्थाने झलि परे कुः आदेशः भवति. बहु सम्यक् महोदय. अत्र चुः चु इत्यस्य अर्थः कः? चवर्गः इति अर्थः, न छ छ जन्य इति चवर्गः. हा, कु इत्यस्य अर्थः कवर्गः, कवर्गे ये ये वर्णाः सन्ति, क ख ख ङ इति. हा, यथा बहु सम्यक् महोदय, बहु समीचीनम्. इत्युक्ते अत्र यथा अहं पूर्वमपि उक्तवती, अत्र संक्षेपे पाणिनीयव्याकरणशास्त्रे संक्षेपे चु इत्युक्ते चवर्गीयवर्णानां संक्षेपः अस्ति चु इति, कु इत्युक्ते कवर्गीयवर्णानां संक्षेपः अस्ति कु इति, कु इत्युक्ते सवर्णानां ग्रहणं भवति, कु इत्युक्ते क ख घ घ ङ इति पञ्चवर्णानां ग्रहणम्, एवमेव चु इत्यस्य अपि पञ्चवर्णानां ग्रहणम्. तर्हि अत्र अत्र सूत्रमस्ति चोः कुः झलि इति सूत्रमस्ति, तस्य अर्थः अत्र शैलजा भगिनी वदतु, तस्य अर्थः कः, अवगच्छति वा? चुः स्थाने कुः भवति झलि परे. हा, चुः स्थाने कुः भवति झलि परे. कथं जानीमः, कथं जानीमः चकारस्य स्थाने कः वर्णः भवति कुः इत्यस्मात्? प्रथमाविभक्ति कुः इति प्रथमाविभक्ति, ततः अतः आदेशः चोः इति षष्टिविभक्ति, अतः तत् स्थाने भवति. झलि इति सप्तमी विभक्ति, अतः परे इति पद झलि परे. सम्यक् सम्यक्, बहु सम्यक्. हा, अत्र इतोपि एकं वक्तव्यम्, अत्र चोः कुः इति अत्र भिन्नमेव अस्ति. अत्र चकारस्य स्थाने ककारः, अनन्तरं खकारस्य चकारस्य स्थाने खकारः इति कथं जानीमः इति चेत्, अत्र परिभाषासूत्रमस्ति, अत्र क्रमेण आदेशः भवति. चकारस्य स्थाने ककारः, चकारस्य स्थाने खकारः इति क्रमेण आदेशः भवति. कथं जानीमः इति चेत्, अत्र परिभाषासूत्रमस्ति, यथासङ्ख्यम् अनुदेशसमानाम् इति अन्यत् अन्यत् परिभाषासूत्रमस्ति, तेन वयम् अवगच्छामः कथम् आदेशः भवति इति. यतोहि विधिसूत्रे किमपि नास्ति, तद् परिभाषासूत्रमपि अग्रे पठिष्यामः. अस्तु, सम्यक्. एतावता कोऽपि प्रश्नः वा? अस्तु अस्तु, अग्रे अत्र गीता भगिनी वदति वा अग्रिमम्? वदामि भगिनि. ह्रस्वस्य पिति कृति तृक् अत्र ह्रस्वस्य षष्ट्यन्तम् अस्ति, पिति कृति द्वे सप्तमन्त्रं सम्यक् सन्ति, और् तुक् प्रथमवचनं प्रथमान्तं प्रथमान्तं. सत्यं, समीचीनम्. अर्थः कः? ह्रस्वस्वर अन्तं धातु अस्ति चेत् इति कृत् इति कृत् प्रत्यय अस्ति भगिनि, प्रत्ययकरे तु आदेश आगमः भवति, तु वर्णस्य आगमः भवति. बहु सम्यक् भगिनि. आगमः इति कथं ज्ञातवती? अन्ते इति अस्ति अत्र. कस्य अन्ते? ह्रस्वस्य अन्ते. हा, ह्रस्वस्य अन्ते, परन्तु आगमः इति कथं ज्ञातवती? आदेशः किमर्थं नास्ति? आदेशः तु कार्यं भवति चेत् हा तुक् इति प्रथमान्तम् अस्ति, तर्हि आदेशः वा आगमः वा इति कथं ज्ञायते? अत्र अत्र नामकरणं तु नास्ति, अत्र आदेशः अथवा आगमः. तुक् इति कित् अस्ति, यतोहि तत्र ककारः अस्ति अन्ते, यत्र ककारः अथवा टकारः अथवा मकारः अस्ति तत्र आगमस्य सूचकः, अतः अत्र तुक् अस्ति, अतः आगमः इति अवगम्यते. तर्हि कस्य आगमः इति चेत् ह्रस्वस्य आगमः, ह्रस्वस्वरस्य आगमः. कदा भवति आगमः? यदा कृत् प्रत्ययः परः अस्ति. कीदृशकृत् प्रत्ययः? पित् कृत् प्रत्ययः. पित् इत्युक्ते किं, कृत् इत्युक्ते किम्, इदानीं तत्सर्वं मास्तु. इदानीं केवलं विभक्तिः, इत्युक्ते ह्रस्वस्वरस्य ह्रस्वस्वरस्य आगमः भवति यदा पिति कृति परे, तावदेव इदानीम्. अस्तु, हा स्पष्टं खलु? हा समीचीनम्. अत्र अन्ये के के सन्ति विलम्बेन? अन्ये कोऽपि अस्ति वा? नाम उच्यताम्? सावित्री. हा सावित्री भगिनी. अनन्तरं अत्र गुरुदेव महोदय इति कोऽपि अस्ति? गुरुदेव हरिदास महोदय अस्ति वा? हरिदास महोदय अस्तु. मीना भगिनी अग्रिमं करोति वा? मीना भगिनी एकनिमिष. तुक् इत्युक्ते तकार एव आगमः भवति खलु? हा तकारः एव आगमः भवति. तद् इदानीं मास्तु, तुक् इति चिन्तयतु. तुक् आगमः कुत्र भवति, तत्सर्वम् अग्रे पठिष्यामः. इदानीम् अत्र विभक्तीनाम् अर्थः कः एव. अस्तु, धातौ ह्रस्वस्वर अस्ति चेत् तुक् आगमः भवति. हा हा सत्यम्. अस्तु, मीना भगिनी अस्ति वा? न श्रूयते भगिनी. श्रूयते वा? हा श्रूयते, वदतु, अग्रिमं करोतु. स्तोः ष्टुनाष्टुः संहितायां स्तोः षष्ट्यन्तं ष्टुनाष्टुः ष्टुना पञ्चम्यन्तं ष्टुः प्रथमान्त्यं संहितायां. न स्तोः इति विभक्तिः का? षष्टिविभक्ति. षष्टिविभक्तिः, सम्यक्. स्तोः इति तत्र किम् अस्ति, प्रातिपदिकं किम्? स्तु सकार तकार. हा स्तु इति प्रातिपदिकम् अस्ति, इत्युक्ते तत्र सकारः अपि च तु इत्युक्ते तवर्गीयवर्णः. सकार तवर्गयोः षकार टवर्ग ष्टुना ष्टुः. हा ष्टुना इत्यस्य विभक्तिः का? ष्टुना परे ष्टुना सप्तम्यन्तं नास्ति, पञ्चम्यन्तं. हा न, प्रातिपदिकं किम्? ष्टु. नो नो ष्टु ष्टुना ष्टु ष्टुना ष्टु प्रातिपद्यं प्रातिपदिकं. ष्टु इति, हा ष्टु इति उकारान्तप्रातिपदिकम् अस्ति. गुरु इति अस्ति चेत् तस्य तस्य गुरोः इति षष्ट्यन्तं नास्ति. गुरुणा हा तर्हि तृतीया विभक्ति, सम्यक्. ष्टुना इति तृतीयान्तं पदमस्ति, ष्टुः प्रथमा विभक्तिः. तर्हि अत्र षष्ट्यन्तम् इत्यस्य अर्थः कः? तस्य स्थाने, स्थाने सकारवर्गयोः स्थाने. हा ष्टुना इति षकारटवर्गः तृतीयविभक्तेः अर्थः कः? तृतीया विभक्ति परे नास्ति न तृतीयविभक्तेः अर्थः कः करपत्रे तृतीयविभक्तेः अर्थः कः करपत्रे नास्ति अत्र वेङ्कटरामन् महोदय वदतु तृतीयविभक्तेः अर्थः कः आं भगिनि तृतीयविभक्त्याः अर्थः संयोगः परे पूर्वं वा परे वा सम्यक् सम्यक् अत्र मीना भगिनी वदतु इदानीम् अवगच्छति वा सकारतवर्गयोः षकारतवर्गस्य संयोगेन षकारतवर्गः भवति हा स्टुः इत्यस्य विभक्तिः का प्रथमाविभक्ति हा सम्यक् सम्यक् इत्युक्ते सकारतवर्गीयवर्णयोः स्थाने षकारः मूर्धन्यषकारः तवर्गीयवर्णानाम् आदेशः भवति कदा भवति यदा ष्टुना इत्युक्ते षकारटवर्गीयवर्णयोः संयोगेन संयोगेन संयोगेन इत्युक्ते तस्य स्पर्शः अस्ति सम्पर्कः अस्ति यदा सम्पर्कः अस्ति तदा भवति अस्तु अत्र स्पष्टमस्ति वा सर्वेषां कृते अत्र विभक्तिः विभक्तेः अर्थः कः इति एव विषयः अस्ति कोऽपि प्रश्नः एतावता अस्तु भगिनी एकः क्लेशः ये चत्वारि सूत्राणि विधिसूत्रमेव न सत्यं विधिसूत्रमेव अस्तु तर्हि अग्रे अत्र सावित्री भगिनी अग्रिमं करोति वा लोपः व्योः वलि लोपः वलि लोपः इति प्रथमविभक्तिः अस्ति ोः षष्ठी अस्ति वलि इति सप्तम् इति सप्तमी अस्ति वलि सप्तमी हा तर्हि अर्थः कः प्रथमा त्रिविभक्तेः तत्र षष्ठी विभक्तिः तत्र यदि मिलति संयोजनं भवति सप्तमी अर्थः भवति इति वा अस्पष्टो अस्ति न न व्योः इति इत्युक्ते अत्र किम् अत्र व्योः इत्यस्य प्रातिपदिकं किम् वा या इति किल तर्हि तत्र वकारयकारयोः स्थाने लोपः इति प्रथमा अस्ति तर्हि अत्र आदेशः अस्ति खलु प्रथमा आदेशः अस्ति वकारयकारयोः लोपः भवति कदा भवति परे सप्तमी इति बलि इति सप्तमी अस्ति इति कृत्वा इत्युक्ते वकारस्य लोपः भवति यदा वलि इति प्रत्याहारः अस्ति खलु वल् प्रत्याहारे के के वर्णाः किम् उक्तवती वर ल इति तावदेव तत्र व्यञ्जनं सर्वाणि आगच्छन्ति बहु ध्वनिः अस्ति, न जाने किमर्थं भवत्याः लैन् मध्ये ध्वनिः अस्ति, भवती कथं योजयति? तत्र सन्ति तत्र मोबैल् नास्ति, तत् सम्मानयन्त्रद्वारा एव आगच्छामि. लाण्ड्लैन् द्वारा वा? इण्टर्नेट् कम्प्यूटर् माध्यमेन वा? कम्प्यूटर् माध्यमेन इण्टर्नेट् द्वारा आगच्छामि. हा, भवती सेल् फोन् द्वारा आगच्छतु भगिनी, तत्र एतादृशक्लेशः न भवति, ध्वनिः न भवति. सेल् फोन् माध्यमेन आप् डौन्लोड् करोतु भगिनि, एस् सि सि आप् डौन्लोड् कृत्वा तस्य द्वारा आगच्छतु. ब्लूटूत् तत्र हेड्फोन् धारयति वा? हा, तत् इयर्फोन्स् तदेव मैक् इत्यादिकमस्ति, तदेव तादृशं नास्ति. न जाने किमर्थं ध्वनि बहु ध्वनिः अस्ति, किमपि स्पष्टं नास्ति. ब्लूटूत् हेड्फोन् ब्लूटूत् मास्तु, केवलं हेड्फोन्स् ब्लूटूत् मास्तु. ब्लूटूत् वा? ब्लूटूत् मास्तु, ब्लूटूत् अस्ति चेत् ध्वनिः भवति लैन् मध्ये. ब्लूटूत् मास्तु इत्युक्ते किल? हा, अस्तु भगिनि, कृपया भवती म्यूट् करोतु, बहु ध्वनिः अस्ति. क्षम्यतां, धन्यवादः. अस्तु, तर्हि अग्रे अत्र एतावता कोऽपि अस्ति वा यः न उक्तवान् अथवा उक्तवती? अस्तु, सन्दीप् महोदय वदति वा अत्र लोपो व्योः वलि? व्योः वलि, व्योः षष्ठीविभक्ति द्विवचनं व्यः इति स्थाने भवति अत्र वलिपरे, अत्र प्रत्याहारः हयवरट् इति सूत्रेण सूत्रात् यत्र व अस्ति हल् सूत्रपर्यन्तं वर्णाः ते परे सन्ति, तर्हि व च यकारस्य लोपः भवति. सम्यक्, व्योः इति षष्ट्यन्तपदमस्ति, तर्हि वकारयकारयोः लोपः भवति. लोपः इति प्रथमान्तम्, अतः वकारयकारयोः लोपः भवति. कदा भवति? लोपादेशः भवति यदा वलीपरे, वल् इति प्रत्याहारः अस्ति. एकवारं वदतु पूर्णतया, वल् प्रत्याहारे के के वर्णाः? वर ल जभै घडदश जभगडदश तत्पर्यन्तं किम् हल् पर्यन्तं खलु? हा, हल् हल् हल् पर्यन्तं विहाय पूर्ण व्यञ्जन व्यञ्जनम्. सम्यक् सम्यक्, ह विहाय सर्वाणि व्यञ्जनानि. अस्तु, सम्यक्, स्पष्टमस्ति खलु? लोपो व्योर्वलि, लोपो व्योः वलि. ह इति हल् इत्यस्मिन् अन्तर्भूतः अस्ति, सत्यं. क्षम्यतां, हा, यकारं विहाय सर्वाणि व्यञ्जनानि. हा, सत्यं, समीचीनम्. अस्तु, तर्हि अग्रे अत्र हरिदास् महोदय वक्तुम् इच्छति वा? अस्तु, अत्र गुरुदेव महोदय. अस्तु, तर्हि अग्रे अत्र रामनाथन् महोदय वदतु अग्रे. नमस्ते भगिनि. हा, सारी, ऐ एम् अटेंडिंग टाइम, ऐ डोंट नो मच अबाउट दैट. but I'm interested. Oh, okay, okay. No, no worries, no worries. What's your name? Gurudev. Gurudev Mahal. Astu, astu. Chinta nasti. Yeah, you can. Thank you. Yeah, astu. Okay. Astu. Okay. Ramananda. Yes, so, this is the description about, I can understand some language, some Vakarna description going on. Just one sentence, if you tell me what is the context, then I will catch the rest of it. Yeah, yeah, the context is about Paniniya Sutram, how to understand the Sutram. Like in the Sutram, there are different words, right? What is the meaning of each word? What is the use of the Vibhakti? How do we use the Vibhakti to understand the Sutram? Okay, thank you. Please continue. Okay. I'll go on mute. Okay, no. Thanks. Ramanathan Mahodaya Vadativa. No Naha Upadeshe. No Naha iti Sabdasya Sasti Ekavachanam. Naha Pratama Ekavachanam. Upadeshe Saptamyantam Ekavachanam. Upadeshe Anuvrtihi. Upadeshe Arthat मुनित्रयं किमपि धातु प्रत्ययम् एव दत्तवान् एतानि रूपाणि एव तर्हि अत्र किं कार्यम् नगरस्थाने मूर्धन्य नगरस्थाने नः प्रथमन्त नः आदेशः भवति आदौ स्थिते तत्रस्थस्य नकारस्य नकारादेशः भवति समीचीनं तर्हि नोः इति नः इति षष्ट्यन्तपदमस्ति नः इति प्रथमान्तम् आदेशः अस्ति उपदेशे इति कुत्रचित् ध्वनिः अस्ति कृपया म्यूट् कुर्वन्तु तर्हि मूर्धन्यनकारस्य स्थाने दन्त्यनकारादेशः भवति अत्र उपदेशे इति सप्तम्यन्तम् अस्ति सप्तम्यन्तम् इत्युक्ते परकार्यम् इति नास्ति अत्र सप्तम्यन्तम् इत्युक्ते उपदेश अवस्थायाम् इति अर्थः अस्ति उपदेश अवस्थायाम् इत्युक्ते मूलरूपे धातुः यदा मूलस्वभावे अस्ति मूलरूपम् इत्युक्ते अत्र गम् लृ इति धातुः अस्ति गम् इति धातोः गच्छति इति लट्लकारस्य रूपम् अस्ति खलु तत्र गम् लृ इति धातुः मूलधातुः इति वदामः अपि च नदा इति एकम् अन्य नदी इति अन्यत् अन्यः धातुः अस्ति नदी तर्हि मूलरूपम् इति वदामः हा डुक्रि इति धातुः मूलधातुः तर्हि उपदेशावस्था इति वदामः अतः अत्र उपदेशे इत्युक्ते यद्यपि सप्तम्यन्तं पदम् अस्ति परन्तु सामान्यसप्तम्यन्तं पदं विषयसप्तमी इति वदामः यथा अत्र वयं सामान्यतया सप्तमीविभक्तौ वाक्ये प्रयोगं कुर्मः खलु तथैव अस्ति अत्रापि अत्र पूर्वकार्यम् इति नास्ति कथं ज्ञायते इति चेत् अत्र यत्र एतादृशपरिस्थितिः अस्ति तत्र वयं क्लेशः अस्ति चेत् अवगमनार्थं तत्र टीकाग्रन्थम् अथवा व्याख्यानं दृष्ट्वा अवगन्तुं शक्यते परन्तु इतोपि सूत्रस्य विषये इतोपि अभ्यासः यदा भवति तत्र वयं दृष्ट्वा अपि अवगन्तुं शक्नुमः अत्र विषयसप्तमीः अस्ति न तु परसप्तमी यतोहि उपदेशे इति पदस्य अर्थः उपदेशे इति परवर्णः न भवति परन्तु उपदेश अवस्थायाम् इति अर्थः अस्तु तर्हि अग्रे वेङ्कटरामन् महोदय अग्रिमं करोति वा एकम् उदाहरणं कस्य एतस्य वा हा हा वदामि अत्र वेङ्कटरामन् महोदय अग्रिमं करोतु अहं वदामि इदानीमेव अस्तु अस्तु अस्तु भगिनि अग्रिमं ह्रस्वस्य छेः तुक् संहितायां सूत्रच्छेदः ह्रस्वस्य ह्रस्वशब्दस्य षष्ठी एकवचनं छे छ शब्दस्य सप्तमी एकवचनं तुक् प्रथमा एकवचनं संहितायां सप्तमी एकवचनं सूत्रार्थः ह्रस्ववर्णस्य स्थाने छे परे कितः आगमः भवति? सप्तमः सूत्रः सप्तमसूत्रः हा अत्र सप्तमं करोतु महोदय दात्वादेः शः सः दात्वादेः ओ शः शः वा दात्वादेः शः शः दात्वादि सूत्रच्छेदः दात्वादि इति शब्दस्य षष्टि एकवचनं दात्वादेः शः श शब्दस्य सप्त षष्टि एकवचनं सः प्रथमान्तम् उपदेशे सप्तम्यन्तं पदं सूत्रार्थः औपदेशिक अवस्थायां धातोः आदौ स्थितस्य षकारस्य स्थाने सकारः आदेशो भवति अत्र अत्र महोदय अत्र धात्वादेः अपि च शः तयोः सम्बन्धः कः अत्र षष्टि षष्ट्यन्तपदं पदद्वयं वर्तते खलु षष्ट्यन्तं द्वात्वादे अङ्गस्य इति तत्र विशेषणविशेषरूपेण आगच्छति हा हा हा एकक्षणम् एकक्षणम् इदानीं धात्वादेः इति अपि पदं षष्ट्यन्तं पदमस्ति शः इति पदमपि षष्ट्यन्तं पदमस्ति तर्हि अत्र धात्वादेः इदानीम् अत्र पश्यतु तयोः सम्बन्धः कः यत्र एतादृश षष्ट्यन्तपदद्वयं वर्तते तत्र तत्र तयोः सम्बन्धः कः इति द्रष्टव्यम् इत्युक्ते अत्र पश्यति चेत् अत्र धात्वादेः शः इति अस्ति तर्हि धातुः अस्ति धातुः महोदय कृपया म्यूट् करोतु महोदय धातुः अस्ति धातुः अस्ति धात्वादेः शः इति चेत् तत्र विशेषणविशेष्यभावः अस्ति इत्युक्ते तादृशधातुः यस्य आदौ षकारः अस्ति इति अर्थः इत्युक्ते कीदृशधातुः इति चेत् षकारादौ यस्य धातोः आदौ षकारः अस्ति तादृशधातुः इति तर्हि धात्वादेः शः इत्यनेन तत्र विशेषणविशेष्यभावः अस्ति अतः यद्यपि षष्ट्यन्तपदद्वयम् अस्ति परन्तु तत्र विशेषणविशेष्यभावः अस्ति तर्हि स्थानी इति पदं की किं पदं स्थानी अस्ति अत्र षकारः एव स्थानी अस्ति षकारः मूर्धन्यषकारः स्थानी अस्ति तस्य स्थाने सकारः इति प्रथमान्तम् अस्ति तस्य आदेशः भवति अत्र उपदेश अवस्थायाम् इति उपदेशे इति पदं सप्तम्यन्तं पदमस्ति परन्तु परकार्यम् इति अर्थः नास्ति परन्तु उपदेश अवस्थायाम् इति अत्र केवलं एकः आस्वादः भवतु इति कृत्वा अहम् एतादृश उदाहरणानि दत्तवती अग्रे गत्वा विस्तृतरूपेण वयं पठिष्यामः अतः इदानीं भीतिः मास्तु यदि सम्यक्तया न अवगम्यते च तर्हि भीतिः मास्तु चिन्ता नास्ति अग्रे गत्वा पुनः एतत् सर्वं वयं कुर्मः वारं वारं कुर्मः अतः इतोपि स्पष्टं भविष्यति अतः इदानीं न अवगम्यते चिन्ता नास्ति अत्र इदानीम् अवगच्छतु षष्ठी इत्युक्ते स्थानी प्रथमा इत्युक्ते आदेशः इति तावदवगच्छति चेत् पर्याप्तम् अस्तु भगिनी किञ्चित् सन्देहः शः किमर्थं प्रातिपदिकं यथा अत्र श इति अस्ति चेत् हलन्तशब्दः अस्ति चेत् शः इति भवति खलु भवत् इत्यस्य षष्ट्यन्तं किं भवतः किन्तु सः प्रथमान्त्यं प्रातिपदिकम् अत्र किम् सः इत्यस्य प्रातिपदिकं सः इत्यस्य प्रातिपदिकं सकारः स इति यथा रामः अकारान्तः अस्ति अस्तु अकार अतः अत्र पाणिनीयसूत्रेषु किमर्थम् एतादृशप्रातिपदिकं कृतवान् इति वयम् अवगन्तुं न शक्नुमः कुत्रचित् अकारं योजयित्वा प्रातिपदिकरूपेण स्वीकृतमस्ति कुत्रचित् हलन्तपदं स्वीकृतमस्ति अतः सन्दर्भं दृष्ट्वा वयम् अवगन्तुं शक्नुमः धन्यवादः भगिनी अपि च तृतीय अहं किञ्चित् सन्देहः पुनः कस्वस्य पिति कृति तुक् इति वा? आं भगिनि, अत्र ह्रस्वस्य षष्ट्यन्तं पिति सप्तम्यन्तं कृति अपि च सप्तम्यन्तं तुक्. पिति कृति इत्यस्य द्वयोः सम्बन्धः कः? इति अपि सप्तम्यन्तं, कृति अपि सप्तम्यन्तं. विशेषणविशेष्यभाव इत्युक्ते अत्र कृति इत्युक्ते कृत् प्रत्ययः इति अर्थः. कृत् प्रत्ययः यथा अत्र तप्रत्ययः अस्ति खलु, तप्रत्ययः कृत् प्रत्ययः अस्ति. ल्यप् इति प्रत्ययः कृत् प्रत्ययः अस्ति. अतः कृति इत्युक्ते कृत् प्रत्ययः इति अस्ति. कृत् प्रत्ययः इत्युक्ते कीदृशकृत् प्रत्ययः इति चेत् पिति कृति इत्युक्ते तादृशकृत् प्रत्ययः यत्र पित् वर्णः अस्ति, पकारस्य इत्संज्ञा यत्र अस्ति तादृशप्रत्ययः, तादृशकृत् प्रत्ययः यत्र पकारस्य इत्संज्ञा अस्ति. अतः पिति कृति तत्र विशेषणविशेष्यभावः अस्ति. अस्तु अस्तु, अहं पिति न अवगच्छामि. हा, इदानीं चिन्ता मास्तु. पिति इत्युक्ते पकारस्य इत्संज्ञा यत्र अस्ति. यत्र वयं शप् इति प्रत्ययं दृष्टवन्तः खलु, शप् शप् इति प्रत्यये पकारस्य इत्संज्ञा अस्ति खलु. हा, एवमेव अत्र ल्यप् इति प्रत्ययं पश्यामः. ल्यप् इति प्रत्यये पकारस्य इत्संज्ञा भवति तत्र, ल्यप् इति प्रत्यये. अतः ल्यप् इति प्रत्ययः कृत् प्रत्ययः अस्ति, अपि च पिति अपि अस्ति, यतोहि तत्र पकारस्य इत्संज्ञा अपि अस्ति. अतः ल्यप् इति प्रत्ययं स्वीकुर्मः चेत् ल्यप् इति प्रत्ययः कृत् अपि अस्ति, पित् अपि अस्ति. अतः ल्यप् प्रत्ययः परः अस्ति चेत् पूर्वं धातौ स्वरः अस्ति, ह्रस्वस्वरः अस्ति चेत् तस्य तुक् आगमः भवति इति अर्थः. आम् आम्, बहु धन्यवादः भगिनि. हा, सम्यक् अस्तु. अग्रे महादेवन् महोदय पठति वा, वदति वा? हरि ओम्. हा, लोहो न उपदेशे न तदभवत् महोदय. ह्रस्वस्य चेतुक् ह्रस्वस्य चेतुक् संहितायां ह्रस्वस्य चेतुक् संहितायाम् अत्र ह्रस्वस्य षष्टिविभक्तिः अस्ति. चे सप्तमी विभक्तिः अस्ति वा? सत्यं, तुक् सप्तमी विभक्ति, तुक् प्रथमा विभक्ति अस्ति. संहितायां विषये अतः सूत्रस्य पूर्णरूपमस्ति अत्र. तत्र अस्ति किल अनुवर्ति अपि अस्ति संहितायाम् अस्ति. अर्थः कः? अर्थः ह्रस्वस्य स्थाने एकक्षणम्. अत्र षष्ट्यन्तम् इति स्थानी अस्ति, सत्यं स्थानी अस्ति. एकक्षणं, अत्र षष्ट्यन्तं पदम् अस्ति, परन्तु षष्ट्यन्तपदं सामान्यतया स्थाने इति अवगच्छामः. परन्तु अत्र तुक् इति प्रथमान्तम् अस्ति, तस्य अर्थः कः? आगमः अस्ति. हा, आगमः कस्यचित् स्थाने भवति वा? ह्रस्वस्य स्थाने भवति, ह्रस्वस्य स्थाने नास्ति. यत्र आगमः अस्ति तत्र षष्ट्यन्तं पदं स्थाने नास्ति. षष्ट्यन्तपदं स्थाने नास्ति इत्युक्ते ह्रस्वस्य आगमः भवति. यदि ह्रस्वस्वराः स्वरः अस्ति, अकारः ह्रस्वस्वरः अस्ति, अकारस्य तुगागमः भवति इति अर्थः. अत्र षष्ट्यन्तपदम् इत्युक्ते स्थाने नास्ति, तस्य स्थाने न भवति. अस्तु, वदतु किं ह्रस्वस्य अर्थात् षष्टि नास्ति वा? षष्टिः अस्ति महोदय. अत्र पश्यतु, अत्र गच्छ इति स्वीकरोतु, गच्छ गकारः अस्ति, अनन्तरम् अकारः अस्ति, अनन्तरं महाप्राणछकारः गच्छ् गच्छ् इति, तर्हि गच्छ् इति, तर्हि गकारः गकारस्य अनन्तरं यः अकारः अस्ति सः अकारः ह्रस्वः अस्ति वा? अस्ति अस्ति, ह्रस्वः अस्ति खलु, तादृशह्रस्वस्य ह्रस्वस्य तस्य अनन्तरं कः वर्णः? अकारस्य अनन्तरम् अकारस्य अनन्तरम् अकारस्य अनन्तरं कः वर्णः? गच्छ, गच्छ् इति अस्ति खलु, अकारस्य अनन्तरं गच्छ् इत्यस्मिन् अकारस्य अनन्तरं कः वर्णः? कच्छ, कच्छ् चकारः, महाप्राणचकारः खलु, तर्हि इदानीं चकारः परे अस्ति, अस्ति वा? छे इति अस्ति, चकारः परे अस्ति, हा, तस्मात् पूर्वं कः वर्णः? तस्मात् पूर्वं तु, तु न इदानीम् उदाहरणमस्ति, गच्छ् इति उदाहरणमस्ति, गच्छ् यदत्र यत्र गच्छति इति रूपमस्ति खलु, गच्छति, तत्र केवलम् आदौ यः गच्छ् इति अस्ति, गच्छ् गकारः अनन्तरम् अकारः अनन्तरं महाप्राणचकारः, तत्र तत्र मध्ये गकारस्य अनन्तरं यः अकारः अस्ति सः अकारः ह्रस्वः अस्ति, ह्रस्वकारः अस्ति, तस्य अनन्तरं चकारः अस्ति, चकारे परे, तर्हि ह्रस्वस्वरस्य तुक् आगमः भवति, तत्र मध्ये तुक् आगमः भवति, अतः एव गच्छति इति रूपं भवति, गच्छति, तत्र सन्धिकार्यं सन्धिकार्यं कृत्वा गच्छति इति रूपं भवति, अस्तु, साधु, हा, अतः अत्र ह्रस्वस्य इति षष्ट्यन्तं पदं स्थानी नास्ति, परन्तु तस्य आगमः भवति इति अर्थः, तस्य स्थाने नास्ति, तस्य स्थाने नास्ति, पसि तस्य आगमः। भगिनी पदस्य अन्ते भवितुं शक्नोति, नो चेत् द्वयो पदस्य अन्ते अपि भवितुं शक्नोति, कुत्रापि चकारे परे स्वरस्य आगमः भवति कुत्रापि, अस्तु सम्यक्। भगिनी, हा भगिनी, किन्तु वयं जानीमः आगमः शत्रुवत् अत्र न, शत्रु न, आगमः शत्रुवत् अस्ति वा, मित्रवत् खलु, क्षम्यतां, भ्रम जाता भगिनि, आगमः मित्रवत् न तु शत्रुवत्, आम् आम् आं धन्यवादः, अस्तु अत्र अस्तु अग्रे अत्र विनय् महोदय करोति वा अग्रे, विनय् महोदय, स्टार् सिक्स् नोदयतु महोदय, अस्तु तर्हि वसन्ती भगिनी करोति वा, अस्तु अत्र गीताञ्जलि भगिनी भवती करोतु, आं भगिनि, पदान्तस्य, हरिदास् महोदय किमपि वक्तुमिच्छति वा, नमस्कारं करोमि, हा नमस्कारः महोदय, किमपि प्रश्नः अस्ति वा, महोदय हरिदास् महोदय, अस्तु म्यूट् करोतु, हा किं कृपया म्यूट् करोतु महोदय, ध्वनिः अस्ति, हा अस्तु भगिनी वदतु, पदान्तस्य महा अनुस्वारः हलि संहितायां, अत्र पदान्तस्य षष्टिविभक्ति अन्तान्त्, किन्तु ह्रस्वस्य वत् उपरि दत्तं, ह्रस्वस्य वत् पदान्तस्य षष्टि इत्युक्ते स्थानी न, महा अनुस्वारः इत्युक्ते मह षष्ट्यन्तं षष्टिम्यन्तम् अनुस्वारः प्रथमान्त्यम् इत्युक्ते आदेशः हलिपरे हल् प्रत्याहारस्य परे कस्य स्थाने भवति इदानीं महस्थाने अनुस्वारः भवति हल् परे संहितायाम् इत्युक्ते अतीवसमीपे पदान्तस्य एव अपदान्तस्य न बहु सम्यक् तर्हि पदान्तस्य अपि च मह तयोः सम्बन्धः कः पदान्तस्य विशेषणं मह विशेष्य सम्यक् तर्हि तत्र अत्र षष्ट्यन्तपदद्वयं वर्तते पदान्तस्य अपि च मह तयोः सम्बन्धः अत्र विशेषणविशेष्यभावः अस्ति इत्युक्ते अत्र वस्तुतः पदान्ते विद्यमानमकारः इति अर्थः पदान्ते यः मकारः अस्ति तस्य स्थाने अनुस्वारः भवति कदा भवति हलीपरे हल् इति प्रत्याहारः अस्ति खलु आं भगिनि हल् प्रत्याहारः के के वर्णाः सर्वे व्यञ्जनानि भगिनि सत्यं सत्यं बहु सम्यक् भगिनि समीचीनम् अस्तु तर्हि अत्र नोणः इत्यस्य उदाहरणं पृष्टवान् खलु अत्र नट इति एकः धातुः अस्ति नट इति मूर्धन्यणकारः अकारः अनन्तरं टकारः टकारस्य अनन्तरम् अकारः अकारः अनुनासिकः अस्ति तर्हि नट इति धातुः तत्र आदौ णकारः अस्ति मूर्धन्यणकारः तर्हि णोणः इति सूत्रेण मूर्धन्यणकारस्य स्थाने नकारादेशः भवति इति सूत्रार्थः नम् इति एकः धातुः अस्ति नि एकः धातुः अस्ति हा हा सर्वत्र भवति यत्र यत्र आदौ णकारः अस्ति तत्र सर्वत्र भवति हा अस्तु समीचीनम् अत्र उदाहरणानि अत्र केवलम् आस्वादः भवतु इति कृत्वा दत्तवती इदानीं विभक्तीनाम् अर्थः स्पष्टः अस्ति खलु कोऽपि प्रश्नः वा अस्तु तर्हि इदानीम् अत्र द्वितीयं करपत्रम् अस्ति निमित्तं निमित्तम् इति करपत्रं भगिनी दशम अपि सूत्रं दत्तम् ओ विसर्जनीयस्य इत्यपि अस्ति वा अस्तु अस्तु न जाने किम् अभवत् मम अस्तु तत्र वदतु किम् अस्ति अत्र शैलजा भगिनी वक्तुमिच्छति वा आं भगिनि विसर्जनीयस्य सह खरि संहितायां विसर्जनीयस्य स्थाने सः भवति खरिपरे संहितायाम् अवस्थायां बहु सम्यक् भगिनि विसर्जनीयस्य इति तस्य विभक्तिः का षष्टि षष्टि सः इत्यस्य प्रथम खरि सप्तमी षष्ट्यन्तपदस्य अर्थः षष्ट्यन्तपदस्य अर्थः स्थाने इति सः इति सः भवति आदेशः भवति खरि परे खरि इत्यस्य विभक्तिः सप्तमी भवति सप्तमी भवति हा सप्तमी इत्युक्ते सप्तमी इत्युक्ते अनन्तरं सप्तम खर् भवति सप्तमी इत्यस्य अर्थः परे हा परे इत्युक्ते पूर्वकार्यं पूर्वकार्यं कार्यं पूर्वं भवति यदा कर्वर्णः परः अस्ति कार्यं पूर्वं भवति हा सम्यक् बहु सम्यक् भगिनि अस्तु भगिनी विसर्जनीय इत्युक्ते विसर्जनीयः इत्युक्ते विसर्गः इति अर्थः विसर्गः इति अर्थः विसर्गस्य स्थाने सकारः भवति खरीपरे भवती एव वदतु कर् प्रत्याहारे के के वर्णाः खर् प्रत्याहार भगिनि खर् खर् स, एकादश एकादश सूत्रेषु सर्वे व्यञ्जन ख फ छ ठ त ख फ छ ठ थ च ट त क प श श स सत्यं क प श स स हा सत्यं समीचीनं भगिनि सम्यक् अस्तु इदानीम् अत्र द्वितीयं करपत्रम् अस्ति निमित्तम् इति करपत्रम् अत्र शेखर् महोदय आरम्भं करोति वा अस्तु निमित्तं निमित्तम् इति विषये कश्चन विचारः अनेन पाणिनीयसूत्रसन्दर्भे विभक्तीनाम् अर्थः पुनः इतोपि स्पष्टः स्यात् यदा वदामः यत् सूत्रे किञ्चन पदं कश्चन वर्णः कश्चन प्रत्याहारः सप्तमी विभक्तौ अस्ति तदा पूर्यकार्यम् इति उच्यते नाम यत् पदं सप्तमी विभक्तौ तत् परं नाम अनन्तरम् अस्ति अपि च तत् कार्यस्य निमित्तं निमित्तस्य अभावे कार्यं न भविष्यति इको यणचि अचि सप्तमी विभक्तौ अच् वर्णः परं कार्यं पूर्वं कश्चन अच् वर्णः परं नास्ति चेत् कार्यं न भविष्यति यदि योगः अपि यद्यपि अत्र अपि इत्यस्य अकारः परं नास्ति चेत् इकारस्य स्थाने यकारः भविष्यति किं नैव अतः सः अकारः कार्यस्य निमित्तं कार्यात् परम् अच् वर्णः नास्ति चेत् कार्यं नाम ई स्थाने य न भवति यदि अत्र केवलं यदि इति पदम् अस्ति चेत् इकारस्य स्थाने यकारः कार्यं भवति वा न भवति किल निमित्तस्य अभावे यदि यथावत् तिष्ठति निमित्तं नाम कारणमस्ति कारणेन एव तत्र वर्णस्य परिवर्तन नाम आदेशः वा आगमः आगमः वा भवति इति अर्थः इको यणचि इत्यस्मिन् सूत्रे अचि इति निमित्तमस्ति यदा अच् वर्णः परे अस्ति चेत् एव इकः इक् वर्णस्य स्थाने यर् वर्णः भवति इति अर्थः अत्र यदि योगः अपि इकारात् परम् अकारः वर्तते तत्र अकारः निमित्तमिति नाम कारणं तदर्थमेव इकारस्य स्थाने यकारः यकारस्य आदेशः भवति यदि परे अकारः नास्ति चेत् यदि इति पदं साक्षात् तथैव तिष्ठति इति अर्थः बहु सम्यक् बहु समीचीनम् अत्र स्पष्टमस्ति वा अत्र गीता भगिनी एकवारं वदति वा किम् अवगतवती शीतल भगिनी शीतल भगिनी अस्ति वा स्टार् सिक्स् अहं सम्यक् न अवगतवती सप्तमी विभक्तिः इत्यस्य अर्थः कः पूर्वकार्यं भवति हा पूर्वकार्यम् इति भवति तर्हि इको यणचि इति सूत्रे इकः इति पदस्य अर्थः कः इक इति प्रत्याहारः इक इति प्रत्याहारः तस्य विभक्तिः का प्रथम षष्ठी षष्ठी हा षष्ठी इत्युक्ते स्थाने स्थाने इति अस्ति यण् इति यण् इति प्रथम आदेशः भवति कस्य स्थाने इकः स्थाने यण् आदेशः भवति हा यण् आदेशः भवति कदा भवति अचि परे अचि इत्यस्य विभक्तिः का अचि सप्तम हा सप्तमी विभक्तिः इत्यस्य अर्थः कः सप्तमे पूर्वकार्यं भवति हा पूर्वकार्यं पूर्वं कुत्र इति चेत् इकः एव पूर्वम् अस्ति इक् इति प्रत्याहारस्य वर्णः पूर्वम् अस्ति चेत् परम् अच्वर्णः अस्ति चेत् इकः स्थाने यण् आदेशः भवति अत्र अचि इति पदं सप्तम्यन्तं पदम् एव निमित्तमस्ति इकः स्थाने यण् आदेशः एवमेव न भवति यदि अत्र यः कोऽपि इक् वर्णः अस्ति तस्य स्थाने यण् आदेशः न भवति यण् आदेशः तदा एव भवति यदा अच्वर्णः परः अस्ति अतः अच्वर्णः एव कारणमस्ति अथवा निमित्तमस्ति खलु? आम् आम् महोदय. हा, अत्र उदाहरणं यदि योगः अपि, तत्र वदतु किम् अस्ति. किं भगिनि? यदि योगः अपि, तत्र किं कार्यमस्ति? यदि इकारः अस्ति तत् परम् अनन्तरं अज् अस्ति तस्मात् यकार यकार आदेशः भवति यद्यपि भवति. हा, यद्यपि भवति. इदानीम् अत्र केवलं यदि इति अस्ति चेत् तत्र इकारस्य यकारः भवति वा? न, न भवति. यदि यदि हल हल् अस्ति न भवति. हा, किमर्थं न भवति? यतोहि निमित्तं नास्ति खलु. हा, निमित्तं कारणं नास्ति चेत् कार्यं न भवति. अतः अपि इत्यस्य अकारः अच्वर्णः अस्ति. अच्वर्णः अस्ति चेत् एव कार्यं भवति. स्पष्टं खलु? अवगतवती खलु? अस्तु, सम्यक्. अस्तु, अत्र कोऽपि प्रश्नः वा? भगिनी म्यूट् करोतु भगिनि. हा, कोऽपि प्रश्नः वा इदानीम्? अस्तु भगिनि, निमित्तं विना पूर्वं वा परं वा कार्यं नास्ति, साधु वा? निमित्तं, हा, यत्र तृतीयान्तम् अस्ति, तृतीयान्तम् अस्ति तत्र पूर्वमपि भवति परमपि भवति. तत्रापि तृतीयान्तं पदं भवेत्. न, न, निमित्तं नास्ति चेत् कार्यं नास्ति. सत्यं. हा, निमित्तमस्ति चेदेव कार्यम्. अत्र सूत्रे कीदृशनिमित्तमस्ति इति द्रष्टव्यम्. अत्र इको एणचि इति सूत्रे अचि एव निमित्तम् अस्ति. अचि अच्वर्णः परः अस्ति चेत् एव कार्यं भवति. अतः अत्र अच्वर्णः निमित्तम् अस्ति. प्रत्येकस्मिन् सूत्रे निमित्तानि भिन्नानि भवन्ति. इकः अपि निमित्तं नास्ति वा? इकः अपि, अत्र इकः इति षष्ट्यन्तं पदमस्ति, स्थानी अस्ति. आम्, परन्तु स्थानी इकः नास्ति चेत् किमपि अन्यत् अस्ति चेत् तत् निमित्तम् इति न अस्ति किल? हा, अत्र वस्तुतः इकः इति षष्ट्यन्तं पदं स्थानी इति वदामः, निमित्तम् इति न वदामः. इकः स्थाने यण् इति कार्यं भवति. कदा भवति? अचि परे. परन्तु यथा भवती वदति, इक्वर्णः अपि आवश्यकः. इक्वर्णः अपि आवश्यकः. यण् वर्णः आदेशः भवति. परन्तु अत्र व्याकरणे यत्र षष्ट्यन्तं पदमस्ति तत्र स्थानी इति एव वदामः, न तु निमित्तम्. अस्तु भगिनी, किमपि प्रश्नः नास्ति, किन्तु महोदय शीघ्रं, बहु शीघ्रं विवरणं कृत्वा अहं पुनः पङ्क्तिवत् पुनः निमित्तं सर्व वाक्यानि. हा हा, अवगन्तुमिच्छति वा? अस्तु, मम मन्दं मन्दम् अवगच्छामि भगिनि. अस्तु अस्तु, चिन्ता नास्ति. अत्र सुमन् भगिनी पुनः पङ्क्तिशः पठित्वा वदतु. भगिनी किं पृष्टवती? पुनः तत्र निमित्तम् इति पुनः एकवारं पठित्वा वदतु. अत्र निमित्तं निमित्तमिति विषये कश्चन विचारः पुनः एकवारं पठित्वा मन्दं मन्दं वदतु. अस्तु, प्रयत्नं करोमि भगिनि. निमित्तम् इति विषये कश्चन विचारः. अनेन पाणिनीयसूत्रसन्दर्भे विभक्तीनाम् अर्थः पुनः इतोपि स्पष्टः स्यात्. इत्युक्ते पाणिनीयसूत्राणि तु विभक्तीनाम् अर्थः किमपि विशेषं भवति यथा वयं अग्रे पश्यामः. सप्तमी विभक्ति इत्युक्ते किमर्थं, पञ्चमी विभक्ति इत्युक्ते किमर्थं. यदा वदामः यत् सूत्रे किञ्चन पदं कश्चनः वर्णः कश्चनः प्रत्याहारः अस्तु, प्रत्याहारः नो चेत् वर्णः, नो चेत् प्रत्याहारः, ते तु तेषां का विभक्ति द्रष्टुं सूत्रे किं कार्यं करोति, नो चेत् किं सूचयति इति वयं द्रष्टुं शक्नुमः. सप्तमी विभक्तौ, सप्तमी विभक्त्या नो चेत् सप्तमी विभक्त्याम् अस्ति चेत् तस्य अर्थम् अस्ति कार्यं पूर्वं भवति, निमित्तं परम् अस्ति. इत्युक्ते अत्र उदाहरणमस्ति, सूत्रमस्ति इको यनचि. इको यनचि इत्युक्ते इकः यन् अचि. इकः तु षष्ठी विभक्ति अस्ति, वयं जानीमः तत् स्थाने इति सूचयति. यन् प्रथम विभक्ति अस्ति, इदानीं तु निमित्तम् अस्ति अचि. तत् सप्त अचि पदं सप्तमी विभक्त्याम् अस्ति. सप्तमी विभक्त्याम् अस्ति इति वयं जानीमः कार्यं पूर्वम् अस्ति, निमित्तं परम्. उदाहरणम् अत्र अस्ति, यदि योगः अपि. अपि अपि शब्दस्य अकारः इकारस्य परम् अस्ति. एतत् एषः अकारः एव निमित्तम् अस्ति, अतः इकारस्य स्थाने यकारः आगच्छति. यदि यद्य भवति, अनन्तरम् अपि आगच्छति, अतः यद्यपि भवति. अकार अचि इति यत् सूचयति इति अकारस्य पूर्वं कार्यं भवति, अकारः अनन्तरं भवति. सम्यक्, समीचीनं भगिनि. गीताञ्जलि भगिनि, स्पष्टं वा? आं भगिनि, स्पष्टं. धन्यवादः भगिनि. हा अस्तु अस्तु, सम्यक् अस्तु. तर्हि अत्र स्थगयामः वा? कोऽपि प्रश्नः वा? अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः. सुमन् भगिनि तत्रैव तिष्ठतु भगिनि, नो चेत् अहं पुनः करिष्यामि. न तत्रैव तिष्ठतु भगिनि. अस्तु.